नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति दिवादिगणः, इति विषयः अनुवर्तते। तर्हि अत्र कोऽपि सारांशरूपेण वक्तुमिच्छति वा? अत्र एतावता किं किम् अधीतं दिवादिगणे? सम्यक् श्रूयते भगिनि? न श्रूयते वा? इदानीम् ओके। पमेला भगिनी सारांशरूपेण वदति वा किम् अधीतं दिवादिगणे इति करपत्रे? प्रथमं करोमि भगिनि, दिवादिगणे वयं दृष्टवन्तः यत् तत् शण्यति प्रत्यय विधीयते, शण्यति सार्वधातुकप्रत्ययः अस्ति, अपि च अपित् अस्ति इत्यनेन तत्र गुणबाधितम्। अनन्तरं निति च सूत्रेण अत्र गुणबाधितम्। अनन्तरं तत्र दिवादिगणे शन् प्रत्ययं निमित्तीकृत्य त्रीणि कार्याणि भवन्ति। एकं तु वयं जानीमः निति च इत्यनेन गुणः निषेध, अन्यत् अस्ति सम्प्रसारणम् अपि भवति। अनन्तरम् अनिदितां धातूनां उपादायाः न लोप भवति इति वयं दृष्टवन्तः। इतोपि किं वक्तव्यं भगिनि? इति अस्ति भगिनि, बहु समीचीनम् इति अस्ति, इति सारांशरूपेण अस्ति। सत्यम् इत्युक्ते दिवादिगणे शपं प्रबाद्य दिवादिभ्यः श्यन् इति सूत्रेण श्यन् विकरणप्रत्ययः विधीयते। श्यन् प्रत्ययः शित्वात् सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययः अपि च तत्र अपित् अस्ति, अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रेण निद्वत् भवति। निद्वत् अस्ति चेत् नित्वत् इत्यस्य महत्त्वं किम् इति चेत् नित्वम् आश्रित्य त्रीणि प्रमुखकार्याणि भवन्ति, यथा भवती उक्तवती, किमिति च इति सूत्रेण गुणनिषेधः, अनन्तरम् अनिदितां हल उपादायाः किमिति इति सूत्रेण उपादायाः नकारस्य लोपः, अनन्तरं सम्प्रसारणम् इति कार्यमस्ति इति अत्र सारांशः अस्ति। अनन्तरं तत्र दिवादिगणे विकरणप्रत्ययः शप् श्यन् अस्ति, श्यन् इति अदन्तं यदा श्यन् प्रत्ययस्य योजनेन धातुतः श्यन् प्रत्ययः विद्यते, श्यन् प्रत्ययस्य योजनेन तत्र अदन्तम् अङ्गं लभ्यते, तर्हि अदन्ताङ्गानां सिद्धप्रत्ययाः समानाः यथा वादिगणे प्रत्ययाः आसन् तथैव अत्रापि तत्र तिङ्प्रत्ययाः समानाः, इत्युक्ते अदन्ताङ्गानां तिङ्प्रत्ययाः। तर्हि रूपाणि तु अङ्गनिर्माणे एव तत्र भेदः अस्ति, वादिगणे विवादिगणे अङ्गनिर्माणे एव भेदः अस्ति, इत्युक्ते अङ्गनिर्माणे भेदः इत्युक्ते अङ्गकार्यविषये एव भेदः, कश्चन भेदः अस्ति। परन्तु यदा अङ्गं निर्मितं भवति तदनन्तरं तिङ्प्रत्ययेन योजनं समानरीत्या भवति, यथा द्वादिगणे आसीत् तथैव दिवादिगणे अपि भवति, न कोऽपि भेदः तत्र इति अत्र सारांशरूपेण अस्ति। अनन्तरं तत्र सामान्यधातवः इति विषयः अपि अस्माभिः अधीताः, तत्र किमपि नास्ति, सामान्यधातूनां विषये केवलं योजनमेव, अकारान्तधातवः ईकारान्तदातवः, तत्र किमपि विशिष्टकार्यं नास्ति, केवलं योजनेन सर्वत्र गुणनिषेधः भवति, योजनेन रूपं लभ्यते। अनन्तरम् अधुपददातवः इत्यपि दृष्टाः, तत्रापि विशेषकार्यं किमपि नास्ति, इदुपदादातवः उदुपददातवः सर्वम् अस्माभिः दृष्टाः, शेषदातवः। इदानीं विशेषदातवः इति पञ्चविंशतिदातवः विशेषदातवः सन्ति, तत्र एव विशेषधातूनां विषये एव तत्र सम्प्रसारणम् अनिदितधातूनां न लोपः इत्यादयः भवन्ति तत्रैव विशेषधातूनां विषये। तर्हि अत्र आदौ अस्ति अनिदिताम् अनिदिधातूनाम् उपादायाः नकारस्य लोपः, तर्हि ततः आरभ्य एकवारं पठामः। तत्र विजयभगिनी आरम्भं करोति वा? आं महोदय, विशेषधातवः पञ्चविंशतिः इति अस्ति, अनिदित् धातूनाम् उपधायां नकारः लोपः इति, धातु द्वे एव, यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति सः धातुः इदित् इति उच्यते, यः धातुः इदित् नास्ति सः अनिदित् इति उच्यते, अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति निति प्रत्यये परे अस्ति चेत्। दिवादिगणे तादृशौ द्वौ धातुः स्तः, रञ्ज् रागे, रञ्ज् भ्रंशु, अधः पतने भ्रंश च, शन् नित्वत् अतः शनि परे अनयोः धात्वोः नकारस्य लोपः भवति। अत्र अनिदित् धातूनाम् उपादायं द्वे एव अत्र उदाहरणरूपेण दत्तम्। यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति तत् तु इति भवति, तादृशमेव यः इदित् नास्ति चेत् तत्र अनिदित् इति उच्यते, अनिदितां धातूनाम् उपादायाः नकारस्य लोपः भवति किति निति प्रत्यये परे अस्ति चेत् एव एतत् कार्यं भवति। दिवादिगणे तादृशः द्वौ धातुः द्वौ धातु स्तः, रञ्ज् राहे इति, अनन्तरं भ्रंशु भ्रंश् इति भवति। अत्र श्यन् दिवादिगणे श्यन् अस्ति, एतत् नित्वत् भवति, अतः शनि परे अनयोः धात्वोः नकारस्य लोपः भवति। धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च, इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यं, तथा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः, ततः अग्रे च यथासङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति। अनुस्वारस्य स्थाने वर्गीयव्यञ्जनानां पञ्चमवर्णः भवति एव। एतत् सन्धिकार्येण तत्र नकारस्य स्थाने अनुस्वारः भवति। यथा तावदेव खलु भगिनी अत्र? इत्युक्ते अत्र धातुपाठं धातुपाठे वयं पश्यामः चेत् सर्वत्र तत्र धातूनां विषये यत्र यत्र सन्धिकार्यस्य अवसरः अस्ति तत्र सन्धिकार्यं कृत्वा एव धातुपाठे धातोः उल्लेखः भवति, तत्तु सत्यमेव। सर्वत्र सन्धिकार्यस्य अवसरः अस्ति चेत् सन्धिकार्यं भवति एव, परन्तु प्रक्रिया अवसरे यदा वयं धातुम् आनयामः प्रक्रियार्थं, तदानीं तत्र वयं जानीमः सूत्राणि अष्टाध्याय्यां क्रमेण प्रवर्तन्ते, इत्युक्ते सपदसप्ताध्याय्यां यानि सूत्राणि सन्ति तेषां प्रवर्तनं प्रथमतया भवति, तदनन्तरमेव त्रिपाद्यां यानि सूत्राणि सन्ति, यतोहि त्रिपाद्यां यानि सूत्राणि सन्ति तानि असिद्धानि भवन्ति सपदसप्ताध्यायीं प्रति इति कृत्वा, तर्हि यद्यपि धातुपाठे सन्धिं कृत्वा धातूनाम् उल्लेखः भवति तथापि यदा प्रक्रियार्थं वयं धातुम् आनयामः चेत् तत्र किं स्मर्तव्यम् इति चेत् त्रिपाद्यां स्थितसूत्रैः यदा कार्यं कृतम् अस्ति धातुपाठे तर्हि तेषां रिवर्स् करणीयम्, इत्युक्ते तत्र तेषां निष्कासनं कृत्वा धातुम् आनीय तदनन्तरं प्रक्रिया करणीया। किमर्थमिति चेत् त्रिपाद्यां यानि सूत्राणि सन्ति तानि असिद्धानि सन्ति। यथा अत्र रञ्ज् धातोः विषये धातुपाठे प्रायेण जकारात् पूर्वं ञकारः एव दृश्यते धातुपाठे, यतोहि तत्र नश्चापदान्तस्य जलि अनुस्वरस्यै परसवर्णः द्वयोः अपि कार्यं क्रियते, परन्तु यदा वयं प्रक्रियार्थम् आनीयामः इदानीं तत्र अनिदितां हल उपदायाक्निति इति सूत्रेण श्यन् प्रत्ययं निमित्तीकृत्य नकारलोपः जायते, परन्तु अत्र नकारः एव नास्ति, ण्यकारः अस्ति चेत् न लोपः कथं वा भवितुमर्हति। तर्हि अत्र यदा वयं धातुम् आनयामः तर्हि रञ्ज् नकारं स्वीकृत्य वयम् आनयामः, धातुपटे यत् कार्यं जातं तत् किञ्चित् विपरीतं कृत्वा आनीय तत्पश्चात् नकारः अस्ति इति कृत्वा तत्र अनिदितां हलोपदायाग्निति इति सूत्रेण न लोपः जायते. किमर्थमेवं कुर्मः इति चेत् तत्र अनिदितां हलोपदायाग्निति इति सूत्रं तु सपादसप्ताध्याय्याम् अस्ति. नश्यापदान्तस्य जलि अनुस्वारस्य यै परसवर्णः इति सूत्रद्वयमपि त्रिपाद्याम् अस्ति. तर्हि एतत् सूत्रद्वयमपि असिद्धमस्ति अनिदितां हलोपदायाग्निति इति सूत्रस्य सूत्रं प्रति. अतः यदा वयं धातुम् आनयामः तदानीं तत्र मूले नकारः अस्ति इति मत्वा आनीय प्रक्रियां कुर्मः. एवं कुर्मः चेत् दोषः न भवति कुत्रापि इति स्मर्तव्यम्. यत्र एतादृश अवसरः नास्ति, एतादृश अनिदितामहलोपदायकमिति इत्यस्य अवसरः नास्ति, तत्र चिन्ता नास्ति. तत्र सन्धिकार्यं जातं चेदपि नास्ति चिन्ता, तथैव स्वीकृत्य कार्यं कर्तुं शक्नुमः, यतोहि भेदः न भवति. परन्तु एतादृशस्थलेषु यत्र पूर्वसूत्राणि कार्यं कर्तुम् आगच्छन्ति तदानीमेव एतादृशक्लेशः. सन्धिकार्याणि तु हल्सन्धिकार्याणि तु सर्वाणि तत्र त्रिपाद्यामेव सन्ति, परन्तु अङ्गकार्याणि सर्वाणि सपादसप्ताध्याय्यां सन्ति इति कृत्वा यत्र अङ्गकार्याणि कर्तव्यानि तदानीं तत्र प्रक्रियार्थं तत्र धातुपाठात् यदा वयं धातुम् आनयामः तदानीं तत्र सन्धिकार्यं किञ्चित् विपरीतं कृत्वा आनीय कार्यं करणीयं भवति. अस्तु, अत्र अग्रे शोभा भगिनी पठति वा? आं भगिनि, पठामि. रञ्ज् नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य पूर्वमेकं वाक्यमस्ति, अतः अस्तु हा. अतः दिवादिगणे रञ्ज् धातोः मूलरूपम् अस्ति, वस्तुतः रञ्ज् इति भ्रंश् धातोः मूलरूपम् अस्ति भ्रंश्, यथा रञ्ज् नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः. रञ्ज् अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः रञ्ज् इति. अतः धातुः अस्ति रञ्ज्, परन्तु उपधायां नकारः अस्ति इति बोध्यम्. हा, अपि च रञ्ज् तावत् वदतु. अस्तु, हा, तत्र यथा भवती उक्तवती, तत्र धातूनां पश्यामः चेत् तत्र सन्धिकार्यं भूत्वा एव दर्शितानि सन्ति. किन्तु अपि च अन्येषु स्थलेषु अङ्गकार्ये तस्य कोऽपि प्रभावः नास्ति. किन्तु अत्र यतोहि अनिदित् धातूनाम् उपधायां नकारलोपः इति कार्यं भवनीयम् इति कृत्वा रञ्ज् इत्यस्य तत्र चौवर्गीय अनुनासिकवर्णः अस्ति चेत् न लोपः भवितुं न अर्हति. रञ्ज् नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारादेशः भवति तत्र. अपि च तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्ण आदेशः भूत्वा तत्र रञ्ज् इति अन्तिमरूपं दृश्यते. किन्तु तत्र अधुना उपधायां नकारः नास्ति, अतः तत्र नकारस्य लोपः न कर्तुं शक्नुमः. अतः तत्र नकारयुक्त रञ्ज् इति, अपि च एते सूत्राणि भवती उक्तवती एव त्रिपाद्यां सन्ति, अपि च अतः तान् निष्कास्य रञ्ज् इति धातुं नयामः. अग्रे रञ्ज् दिवादिभ्यः शन् इत्यनेन दिवादौ शन् भवति, कर्त्रर्थे सार्वधातुकप्रत्ययपरे रञ्ज् योगः श्यन् अनिदितिनाम् अनिदितां हल उपधायाः क्निति इत्यनेन णिति प्रत्ययपरे उपधायां स्थितस्य नकारस्य लोपः. रज् योगः या रज्या इति अङ्गं, रज्या इति अङ्गस्य अङ्गेन सह ति इति प्रत्ययस्य योजनेन रज्यति इति भवति. अतः तत्र अधुना रञ्ज् इति स्वीकृत्य दिवादिभ्यः श्यन् इति सूत्रेण तत्र शपं प्रबाध्य श्यन् इति भवति, यतोहि कर्त्रर्थे सार्वधातुकप्रत्ययपरे शप् इति आयास्यति एव, तं प्रबाध्य श्यन् इति भवति दिवादिभ्यः धातूनां कृते एव. रञ्ज् योगः श्यन् अधुना उपधायां अनिदितां अनिदितां हल उपधायः क्निति परे तत्र सार्वधातुकम् अपि इत्यनेन णित्वद् भवति इति कृत्वा क्निति परे भवति. अतः तत्र णिति प्रत्ययपरे उपधायं स्थितस्य नकारस्य लोपः. तत्र तु चवर्गीय अनुनासिक वर्णस्य नकारम् एव इति स्वीकुर्मः, अतः तस्य लोपः भवति अनितितां हल उपधाया क्निति इत्यनेन. अधुना रज् इति अवशिष्यते, रज् योगः या रज्या इति अङ्गं, तदनन्तरं ति इति योजयित्वा रज्यति इति भवति. अग्रे पठामि वा? एकक्षणं भगिनि, बहु समीचीनं, सम्यक्तया उक्तवती. अत्र कोऽपि प्रश्नः अस्ति वा? तत्र मूले धातुपटे तु रञ्ज् इति दृश्यते, रञ्ज् इति धातुः अनिदित् अस्ति, इत्युक्ते तत्र जकारस्य उत्तरवर्ति ह्रस्व इकारस्य इत्संज्ञा नास्ति इति कृत्वा अनिदित् अस्ति, इत्युक्ते इदितः अभावः, इदितः अभावः. तर्हि तादृशधातुः, अनन्तरं रञ्ज् इति हलन्तः अपि अस्ति, हलन्तधातुः अस्ति, अनिदित् अपि अस्ति. एतादृशधातुः अस्ति चेत् तदानीम् अग्रे कित् नित् प्रत्ययः परः अस्ति चेत् तदानीम् उपधायां रञ्ज् इत्यत्र उपधायाः नकारस्य लोपः भवति इति कृत्वा रज्य इति भवति. तर्हि तत्र मूलधातुपाठे रञ्ज् इति नकारः दृश्यते, परन्तु प्रक्रियार्थं वयं नकारमेव स्वीकुर्मः. तत्र नश्यापदान्तस्य जलि अनुस्वारस्य एहि परसवर्णः द्वयोः सूत्रयोः कार्यमेव न कार्यम् अस्माकं प्रक्रियार्थं, द्वयोः सूत्रयोः कार्यमेव न कार्य न करणीयं. यद्यपि धातुपाठे दृश्यते, परन्तु प्रक्रियार्थं द्वयोः सूत्रयोः कार्यं न क्रियते, तेन नकारः एव मूले अस्ति इति कृत्वा अनिदिता महलोपदायाग्निति इत्यनेन न लोपः भवति. इत्युक्ते अत्र वस्तुतः एका परिभाषा वर्तते, अकृतव्यूहाः पाणिनीयाः इति एका परिभाषा वर्तते. तत्र कस्य आधारेण एतादृशं कुर्मः इति चेत्, अकृतव्यूहाः पाणिनीयाः इति एका परिभाषा वर्तते. सा परिभाषा किं वदति इति चेत्, यदा तत्र कस्यचित् कार्यस्य निमित्तमस्ति, एकं निमित्तमस्ति, अत्र नश्यापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः अनयोः सूत्रयोः निमित्तं किम् अत्र? नश्यापदान्तस्य जलि इति अपदान्तं भवितव्यम्, अपदान्तं, तदनन्तरम् अनुस्वारः जलि अपि परवर्णः भवितव्यम्. तर्हि निमित्तरूपेण तत्र मुख्यतया जलि इति सप्तम्यन्तं पदं, जलि इति निमित्तमस्ति. अनुस्वारस्य ययि परसवर्णः इत्यत्र ययि ययि ययि ययि प्रत्याहारः, ययि प्रत्याहारः. अनन्तरम् अत्र नश्यापदान्तस्य जलि इत्यस्य कृते तत्र नकारः भवेत् खलु, नकारः भवेत्, तत्र तस्य स्थाने अनुस्वारादेशः, अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य परसवर्णादेशः. तर्हि अकृतव्यूहाः पाणिनीयाः इति किं वदति इति चेत्, यदि निमित्तमेव कस्यचित् कार्यस्य निमित्तमेव अग्रे गत्वा नशिष्यमाणं भवति, अग्रे गत्वा नष्टं भविष्यति, निमित्तम् अग्रे नष्टं भविष्यति, तदानीं तादृशकार्यमेव न करणीयम्, आदौ एव न करणीयम् इति परिभाषायाः अर्थः. तर्हि अत्र रञ्ज् इति धातोः तत्र नकारः अस्ति मूले, मूले नकारः अस्ति तादृशनकारस्य नकारः नश्यापदान्तस्य जलि अनुस्वरस्य परसवर्णः द्वाभ्यां सूत्राभ्यां ण्यकारः भवति तर्हि इदानीं नकारः एव अग्रे गत्वा तत्र अनिदितां हल् उपदायक् निति इति सूत्रेण नकारः एव नष्टः भवति खलु नकारः एव लोपः भवति अग्रे गत्वा तर्हि लोपः भवति चेत् किमर्थं कार्यद्वयं करणीयं लोपः एव करणीयः चेत् तर्हि किमर्थं नश्यापदान्तस्य जलि अनुस्वरस्य परसवर्णः इति कृत्वा अदौ एव तयोः कार्यं न करणीयम् इति अर्थः बुद्धं वा परिभाषासूत्रं किं परिभाषा अकृत सन्ति परिभाषासूत्रं नास्ति परिभाषा पाणिनीयसूत्रं नास्ति परिभाषा परिभाषा अस्ति अकृतव्यूहाः पाणिनीयाः अकृतव्यूहाः पाणिनीयाः इति किञ्चित् स्थूलरूपेण उक्तवती इत्युक्ते अग्रे गत्वा निमित्तं नशिष्यमाणं भवति चेत् तादृशकार्यम् इदानीं न करणीयं तर्हि अत्र न इति निमित्तम् अग्रे गत्वा नष्टं भवति यतोहि अनिदितां हल् उपदायक् निति इति सूत्रेण नष्टं भविष्यति इति कृत्वा तत्र नश्यापदान्तस्य जलि अनुस्वरस्य परसवर्णः अनयोः कार्यमेव न करणीयम् आदौ अतः तत्र धातुपाठे यदा वयं स्वीकुर्मः तदानीं केवलं नकारमेव स्वीकुर्मः अस्तु तर्हि इदानीम् अग्रे एकः प्रश्नः भवति यदि नकारः लोपः भवति अनिदितां धातु सूत्राधारेण तर्हि यथा अनिदितां सपादस्ति तर्हि अन्यसूत्राणि नश्च अपि च झलि अपि च यै सम्बन्धे त्रिपाद भवन्ति तर्हि सपाद बलवत् अस्ति परसूत्र आधारेण सत्यं सपादसप्ताध्यायी बलवत् अस्ति अतः परसूत्राणि न करणीयानि इत्येव साक्षात् वयं वक्तुं शक्नुमः तदर्थमेव परिभाषा अपि कृता परन्तु साक्षात् वयं पश्यामः चेदपि सूत्राधारेण एव वक्तुं शक्यते तदर्थमेव सर्व बहुत्र याः परिभाषाः सन्ति ताः प्रायेण सूत्राधारेणैव ते ताः निर्मिताः ताः परिभाषाः निर्मिताः सूत्राधारेणैव निर्मिताः सूत्राधारं किम् अत्र इति चेत् पूर्वत्र सिद्धमित्येव सूत्राधारं पूर्वत्र सिद्धम् इत्यनेन परसूत्रम् असिद्धम् अस्ति इति कृत्वा न कार्यम् इति यः तर्कः अस्ति तं तर्कमाश्रित्य एव परिभाषाः कृताः अतः कारणं द्वयं परिभाषा आधारेण कारणम् अपि च त्रिपाद सपाद सम्बन्धे कार्यं कारणं परन्तु कारणं कः बलवत् अहं पृच्छामि इत्युक्ते सूत्राधारेण वक्तुम् इच्छति चेत् वदतु न कोऽपि क्लेशः सूत्राधारेण एव वक्तुं शक्यते तर्हि प्रश्नः भवति तर्हि किमर्थं कृतं धातुपाठे यदि सूत्राणि असिद्धानि एव सन्ति चेत् किमर्थं धातुपाठे तानि कार्याणि कृतानि इति चेत् तत्र तु प्रत्ययः नास्ति धातुपाठे प्रत्ययः नास्ति अतः तत्र कार्यं कृतं यदि प्रत्ययः अस्ति तदानीमेव एतादृशक्लेशः प्रक्रियायामेव एतादृशक्लेशः इति कृत्वा धातुपाठे कार्याणि कृतानि तर्हि अत्र तु साक्षात् सूत्राधारेणैव वक्तुं शक्यते सूत्राधारेण एव वक्तुं शक्यते परन्तु किं भवति इति चेत् एतादृशप्रश्नः भवति किमर्थं धातुपाठे कार्यं कृत्वा प्रदर्शितमस्ति कथं तत्र विपरीतक्रमं कर्तुं शक्यते इति एतादृशप्रश्नः भवति इति कृत्वा स्पष्टीकरणार्थं परिभाषा अपि अस्ति अतः सूत्राधारेण परिभाषाधारेण इति वक्तुं शक्यते परिभाषा स्पष्टीकरणेन स्पष्टीकरणार्थं आम् अस्तु भवानेव अग्रे पठतु रञ्ज अयं रञ्जधातुः रञ्जधातुः रञ्जदेवाधिभ्यः शम् इत्यनेन देवादौ शम् अग्रिमपरिच्छेद अग्रिमे अतः एकक्षण अथ रञ्जसमाप्तः आगे भ्रंशसम्बन्धे वदामः न अग्रिमपरिच्छेदः अयं रञ्जुधातुः भुवादौ अपि अस्ति तत् शप् तत्र शप् इति विकरणम् यत्र भवान् पठितवान् तस्य अग्रिमपरिच्छेदः अयं रञ्जधातु भवादौ अपि अस्ति अत्र सत्यं तत्र तत्र शप् इति विकरणं शब्दः न कित् नवनित् अतः अनिदित्रां हल उपधायः किन्थि इति सूत्रेण न लोपः न भवति परन्तु तत्रापि न लोपः इष्टः अथ पाणिनिना तदर्थं विशिष्टसूत्रं विरचितम् विशिष्टसूत्रं कः अनिदितां हल् उपधाय किन्तु भुवादौ तत्र अनिदितं हल् न प्रवर्तते खलु न प्रवर्तते न प्रवर्तते अतः सूत्रं पठतु रञ्जैश्च रञ्जधातु अपि नकारस्य लोपः भवति शपि परे रञ्जैः षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् श्नात् लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकार इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रञ्जैः च अङ्गस्य न लोपः शपि अर्थात् रञ्जेः च अङ्गस्य अङ्गस्य रञ्जेः विशेषण प्रायः परन्तु षष्ठी अस्ति रञ्जे षष्ठी अङ्गस्य अपि षष्ठी शपि सप्तमी भवति अतः शपि पूर्वकार्यं कः रञ्जस्थाने अङ्गस्य स्थाने न लोपः भवति शप् शप् विकरण सम्बद्धे वा भवादिगणसम्बद्धे अतः यदि अत्र रञ्ज रज भवति तर्हि न लोपः भवति अर्थात् वयं जानीमः न लोपः अर्थः कः अतः रज केवलम् अवशिष्यते रज अर्थात् रज अर्थात् र ज हलन्त योगा शप् अर्थात् अ रज भवति तर्हि एव रजति भवति वा आत्मनेपदी अपि रजते भवति अग्रे भ्रंश तर्हि रञ्जेश्च इति सूत्रं तु परिचितमेव पूर्वं पठितं द्वादिगणे पठितम् रञ्ज् इति धातुः भुवादिगणे अपि अस्ति अत्रापि अस्ति द्वयोः अर्थः अपि समानः रागे इत्येव अर्थः अस्ति तर्हि किमर्थं पृथक् पृथक्तया स्थापितम् इति चेत् द्विवादिगणे रूपं भिद्यते भुवादिगणे रूपं भिद्यते द्विवादिगणे तु अनिदितां हलोपदायकनीति इत्यनेन न लोपः भवति भुवादिगणे तु न लोपः भवति रञ्जेश्च इति विशिष्टसूत्रेण अतः उभयत्र रज् इति एव अङ्गं भवति एकत्र रज्यति अन्यत्र रजति इति भेदः रज्यति रज्यते रजति रजते इति भेदः अस्तु समीचीनम् अग्रे पठतु महोदय भ्रंश नश्च अपदान्तस्य झलितेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वार आदेशः भ्रंश शकारः ययि नास्ति अतः परसवर्ण आदेशः न भवति तर्हि धातु भ्रंश परन्तु उपधायां नकारः अस्ति इति बोध्यम्। मूल इदित सम्बन्धे वयं जानीमः लुम् आयाति तथा लुम् कारणे न हलन्त आयाति, परन्तु न च उपदान्तस्य झलि आधारेण इदित धातु न आयाति, परन्तु अत्र न मूल आदेश अस्ति, परन्तु मूल आदेशः यदि न अस्ति तर्हि अनुस्वार भवति, यदि अनुस्वार भवति भ्रंश तथा भ्रंश यदि लोपः भवति तर्हि न लोपः भवति तर्हि भ्रश इति अवशिष्यते, एण्ड् भ्रश देवादिगणे भ्रश्यति साक्षात् निष्पन्नः भ्रश्यति। बहु समीचीनं, धन्यवादः महोदय। अग्रे मीना भगिनी। भ्रंश दिवादिभ्यः श्यन् इत्यनेन दिवादौ श्यन् भवति कर्तृत्रय सार्वधातुकप्रत्यये परे भ्रंश योगः श्यन्। अनुदितां हल उपदायाः कृति इत्यनेन णिति प्रत्यये परे उपदायां स्थितस्य नकारस्य लोपः ब्रश् योगः य ब्रश्य इति अङ्गं ब्रश्य योगः इति ब्रश्यति इति भवति। अत्र ब्रश् इति धातु दिवादिभ्यः श्यन् इति सूत्रेण श्यन् भवति ब्रश् श्यन् श्यन् भवति श्यन् षित् भवति अपित् अपि च भवति तस्मात् अपित् सार्वधातुकं ङित् भवति तस्मात् ङित् भवति तस्मात् अनिदितां हल उपदायात् इति सूत्रः प्रसक्तिः अस्ति तत्र तस्मात् ब्रश् योगः य भवति ब्रश्यति इति भवति। अत्र नकारः नास्ति तत्र अनिदिताम् अहल उपदायाज्ञति इति सूत्र नकारस्य लोपः भवितुम् अत्र नकारः नास्ति तत्र, परन्तु नकारः आसीत् इति भवितव्यं वा मूले ब्र नकारः अस्ति नश्चापदान्तस्य जलि अपि च अनुस्वारसेयि पुनर्सवर्णे इति सूत्रेण नकारः लोपः परन्तु लोपः भवति न केन सूत्रेण लोपः लोपः परसवर्णः भवति नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति अनुस्वारस्य ययि परसवर्ण परसवर्ण कथं भवति अत्र शकारः तत्र शकारः अस्ति तत्र परसवर्णः नास्ति तत्र अतः धातुपाठे अनुस्वरः एव दृश्यते ब्रंश् इति एव अनुस्वरः एव नकारः न दृश्यते नकारः न दृश्यते एव अस्ति धातुपाठे इत्युक्ते तत्र केवलं नश्चापदान्तस्य जलि इति सूत्रस्य कार्यं कृत्वा नकारस्य स्थाने अनुस्वारः इदानीम् अनुस्वारम् अनुस्वारादेशः कृतः तर्हि ब्रंश् इति अनुस्वारस्य भवति किल परसवर्णः एव नास्ति इदानीं तत्र धातुपाठे ब्रंश् इति एव अस्ति, परन्तु अस्माकं प्रक्रियार्थं यदा वयम् आनीय धातोः आनयनं भवति तदानीं तत्र मूले नकारः एव आसीत् नश्चापदान्तस्य जलि इत्यस्य कार्यमेव न स्यात् इति कृत्वा नकारमेव स्वीकृत्य ब्रंश् इति स्वीकृत्य वयं कार्यं कुर्मः तदनन्तरम् अनुदितां हल उपदायाज्ञति इति सूत्रेण नकार नलोभः भवति ब्रश् भवति ब्रश् योगः याश्यन् ब्रश्यति इति भवति अयं ब्रंश् धातुः द्वादौ अपि अस्ति तत्र नलोभः न भवति भ्रंशते इति रूपं द्वादगुणो भ्रंशते द्विवादिगणे भ्रश्यति अवगतं वा भगिनि? भ्रमः अस्ति वा किञ्चित्? किञ्चित् भ्रमः आसीत्, अनुस्वारः ययि परसवर्णः नास्ति, शकारः अस्ति, ययि ययि नास्ति इति. ययि शकार इदानीम् अवगतं भगिनि. अस्तु अस्तु. इत्युक्ते अत्र सरलरीत्या वक्तव्यं चेत् धातुपटे सन्धिकार्यं कृत्वा प्रदर्शितं, परन्तु तानि सन्धिकार्याणि अनिदितामहलोपदायकनीति इति सूत्रस्य दृष्ट्या असिद्धानि खलु. यतोहि अनिदितामहलोपदायकनीति इति पूर्वसूत्रमस्ति, सपदसप्ताध्यायम् अस्ति, अतः त्रिपाद्यां स्थितानि सूत्राणि सर्वाणि असिद्धानि. अतः यदा अनिदितामहलोपदायकनीति इति सूत्रम् आगच्छति कार्यं कर्तुं, तत्तु नशापदान्तस्य जलि इति सूत्रेण यत् कार्यं कृतं तद् न दृश्यते एव. अनिदितामहलोपदायकनीति इति सूत्रस्य दृष्ट्या तत् कार्यमेव न दृश्यते इति कृत्वा तत् सूत्रं तु किं पश्यति? नकारमेव पश्यति, यतोहि तत् कार्यमेव न जातं खलु अस्य दृष्ट्या. खलु इति कृत्वा तत्र नकारः एव नकारमेव पश्यति, नकारस्य लोपं करोति. अस्तु, सूत्रं पठति वा अग्रे. अनुदितां हल उपदायाः ज्ञति, येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपदायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे. इत् इत् इति अस्ति चेत् येषां ते इदितः न इदितः अनिदितः बहुव्रीहि गर्भः नञ् तत्पुरुषसमासः तेषाम् अनिदिताम् क च न च तयोः इतरेतरद्वन्द्वः नौ नौ इतौ यस्य सः द्वन्द्वगर्भः बहुव्रीहि समासः तस्मिन् ङिति. अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपदायः षष्ट्यन्तं ङिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं स्नान्नलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितां हलः अङ्गस्य उपदायाः नः लोपः इति. अत्र धातु अनिदित् भवितव्यं इत्युक्ते इत् इत्संज्ञा न भवति. यत्र ह्रस्व इकारः इत्संज्ञा भवति तत् इदित् भवति. इत्संज्ञा न भवति चेत् अनिदित् भवति. अनिदिताम् एकनिमित्तं, तदनन्तरं हलन्तः भवितव्यं, हलन्तधातुः अन्तिमवर्णः हल् वर्णः भवितव्यम् अङ्गस्य. तदनन्तरम् उपदायाः उपदाः नकारस्य लोपः भवति. यदि नकारः उपदावर्णः अस्ति चेत् लोपः भवति. कथं गमेन निमित्तं किम् इति प्रत्यये परे. अत्र ङ्यतिष्यन् इति विकरणप्रत्ययः ङ्यत् प्रत्ययः अस्ति, तस्मात् ङ्यति प्रत्यये परे. अनिदित् धातु अस्ति चेत् हलन्तमपि अस्ति चेत् तत् तस्य अङ्गस्य उपदायाः नकारः लोपः इति प्रत्यये परे. बहु समीचीनम्. तर्हि तत्र सूत्रे अनिदिताम् अनिदिताम् इति सप्तम्यन्तम् अनिदितां धातूनाम् अनिदितां धातूनां न इदित् अनिदित् न इदित् अनिदित् इति तत्र नञ् तत्पुरुषसमासः न इदित् अनिदित्. तर्हि तत्र अभावार्थे अस्ति नञ् इत्युक्ते इदितः अभावः. अनन्तरं हलः हलः इत्यत्र विसर्गसन्धिः हलः उपदायाः किनिति इति अस्ति. तर्हि किनिति इत्यनेन सप्तम्यन्तं कित्नित् प्रत्यये परे अत्र अनिदित् धातूनाम् अनिदित् धातूनाम् अपि च तत्र हलः इत्यपि विशेषणमस्ति हलः. तर्हि धातुः हलन्तः अपि भवेत् इत्युक्ते अजन्तधातूनां विषये अस्य कार्यं नास्ति. हलन्तधातूनाम् अपि च अनिदिद्धातूनाम् उपदायां नकारः अस्ति चेत् तस्य लोपः भवति कित्नित् प्रत्यये परे इति सूत्रार्थः. अत्र मया प्रश्नः पृष्टः आसीत् अत्र अनिदिताम् इति किमर्थं हलः इति किमर्थम् इति, अत्र पमेला भगिनी वदति वा? आं भगिनि, तत्र अनिदितां हल इति उक्तत्वात् केवल अनिदितां हलन्तेषु धातुषु एव उपादाय नकारलोप भवेत् इति कृत्वा तत्र हल इत्यस्य आवश्यकता अस्ति. यदि तत् न वदति चेत् सर्वासु अनिदित्सु सर्वेषु अनिदित्सु नकारलोप भवति इति कृत्वा इदानीं केवलं हलः इति पदं नास्ति चेत् किं भवति? सूत्रं किं भवति? अनिदिताम् उपदायाः निति इति भवति. तर्हि तथा भवति चेत् तर्हि सर्वेषु अनिदित्सु धातुषु उपदायाः नकारलोप भवति. तर्हि ततः अजन्त धातूनामपि नकारस्य लोप भवति. अजन्त भगिनि, उदाहरणार्थं नि इति धातु वयं जानीमः एव. तर्हि नि इति धातु तत्र अजन्तधातु अस्ति, अपि च अनिदिताम् अस्ति, तत्र ह्रस्व ईकारस्य इत् नास्ति. तर्हि उपदायां नकारः अस्ति. यदि वयम् आर्धधातुकप्रक्रियासु वयं यदि नियोग भूतकालार्थे त प्रत्ययं योजयित्वा रूपं साधयामः चेत् तत्र न नि इत्यस्य उपादायः नकारलोप भवति अनेन सूत्रेण. तर्हि इत् इ इति भवति. तर्हि त प्रत्ययम् इत् इति भवति, इतः इत् भवति, न तु नीतः. यत् वयं जानीमः तत्र नीतः इति रूपम् अस्ति, न तु इतः. तर्हि इति नीतः ईतः नीतः नीतः न तु इति रूपं, न तु ईतः, न तु ईतः. ओ समीचीनं. तर्हि हलः इति पदं नास्ति चेत् सूत्रे सूत्रस्य प्रवृत्तिः अजन्तधातूनामपि भवति. तादृश अनिदिधातवः सन्ति यत्र उपादायं नकारः अस्ति, तर्हि तस्यापि लोपः भविष्यति इति कृत्वा हलः इति पदस्य महत्त्वमस्ति. अनन्तरम् अनिदिताम् इति नास्ति चेत् किं भवति? अनिदितां नास्ति चेत् तत्र सर्व यत्र इत् अस्ति तत्रापि भवितुम् अर्हति. तत्रापि प्राय रूपे दोषाः भवन्ति इति मन्ये भगिनि. तत्रापि तत्र टुनदि इति तत्र इदिद्धातुः अस्ति. इदिद्धातुः नन्दति इति रूपम् अस्ति, नन्दति. टुनदि इति इदिद्धातुः अस्ति. इदानीं सूत्रे अनिदिताम् इति पदं नास्ति चेत् सूत्रं भवति हलः उपादायाः क्निति इति सूत्रं, हलः उपादायाः क्निति इति सूत्रं. तर्हि इदं सूत्रं तु इदिद्धातूनां कृते अपि कार्यं भविष्यति. अस्य सूत्रस्य कार्यम् इदिद्धातूनां कृते अपि भविष्यति. तर्हि तुनदि इति तत्र धातुः अस्ति, इदिद्धातुः. तत्र इदिद्धातौ नुमागमः भवति, नुमागमः भवति इदितोन्नुं धातोः इति नुमागमः भवति. अतः नन्द् इति भवति. इदानीं नन्द् इति अस्ति चेत् तत्र नन्द् इति धातुः हलन्तधातुः अस्ति, उपादायां नकारः अस्ति, इदित् अपि अस्ति. तर्हि तादृशधातोः कृते अपि कित्नित् प्रत्यये परे न लोपः भवति, न लोपः भविष्यति. तत्तु अनिष्टमस्ति. इदिद्धातूनां कृते नो लोपः न इष्यते, यतोहि इदिद्धातूनाम् इदितोनुं धातोः इति नुमागमः आनीयते. तर्हि नुमागमः आनीयते चेत् तत्र तस्य लोपः एव करणीयः चेत् किमर्थम् आनीयते? तर्हि अनयनमेव निरर्थकं खलु. इति कृत्वा अत्र अनिदिताम् इति पदस्यापि महत्वम् अस्ति. तर्हि इदं सूत्रं केवलम् अनिदिद्धातूनामेव प्रवर्तते, न तु इदिद्धातूनाम् इति कृत्वा तत्र प्रत्येकं पदस्य महत्त्वम् अस्ति. एतदेव अत्र दलसार्थक्यम् इति वदामः. यथा पुष्पे दलानि भवन्ति, पेटल्स् भवन्ति खलु पुष्पे, एवमेव सूत्रे प्रत्येकं पदम् एकं दलम् अस्ति, एकं दलम्. तर्हि शास्त्रे किं भवति इति चेत् प्रत्येकं पदस्य तत्र सार्थक्यं स्यात्, प्रत्येकं पदस्य प्रयोजनं स्यात्, निष्प्रयोजनम् एकमपि पदं निष्प्रयोजनं न स्यात् इति कृत्वा प्रत्येकं पदस्य प्रयोजनं किम् इति वक्तव्यं। तर्हि अत्र प्रत्येकं पदस्य प्रयोजनं किम् इति वयं वक्तुं शक्नुमः। एवमेव उपादायाः इति पदं नास्ति चेत् तर्हि तत्र धातौ अन्ते नकारस्य अपि लोपः भवितुम् अर्हति। यदि सूत्रे उपादायाः इति पदं नास्ति तर्हि अनिदिदां हल् हलः स्मिति इति सूत्रं यदि अस्ति तदानीं नकारः धातोः अन्ते अस्ति चेत् अपि लोपः भवति, एतादृशं भवति चेत् दोषः भवितुम् अर्हति इति कृत्वा प्रत्येकं पदस्य महत्त्वं वर्तते। सूत्रार्थः स्पष्टः वा? अस्तु, तर्हि इदानीं सूर्यकुमारी भगिनी अग्रे पठतु। भगिनि, अनुस्वारादेशः नश्चापदान्तस्य जलि, अनुस्वारादेशः भगिनि, अनुस्वारादेशः नच्चापदान्तस्य जलि, नच्चपदान्तस्य जलि सपादसप्त त्रिपादी अस्ति, अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलिपरे। जल् प्रत्याहारे वर्गस्य प्रथम द्वितीय तृतीय चतुर्थः च वर्णाः अपि च सः इति वर्णाः अन्तर्भूताः। पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः, तस्य अपदान्तस्य नः षष्ठन्त्यं च अव्ययपदम्, अपदान्तस्य षष्ठन्त्यं जलि सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्। मोन्स्वारः इत्यस्मात् मह इत्यस्य अनुवृत्तिः, तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्। अपदान्तस्य मह नः च अनुस्वारः जलि संहितायाम् सूत्रं वदति। अनेकानि निमित्तानि सन्ति, प्रथमं निमित्तम् अपदान्तं, द्वितीयनिमित्तं जलि, तृतीय नः च अस्ति चेत् पूर्वसूत्रमपि अनुवृत्तिः भवति मोनोस्वारः। सम्पूर्णसूत्रं क्षम्यतां, तयोर्वावचसंहितायां सूत्रेण संहितायाम् इत्यस्य अधिकारः। अपदान्तस्य मकारनकारयोः जलिपरे अनुस्वारः आयाति सूत्रार्थं, तदेव भगिनि। भगिनी अस्ति वा? भगिनी म्यूट् मध्ये अस्ति। अग्रे पठतु भगिनी। भगिनी अस्ति वा? लिफ्ट् मे बी सम् इण्टर्नेट् प्राब्लम्, भवती अग्रे पठतु एव। हा भगिनी, परसवर्णादेशः अनुस्वारः अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य स्थाने पर इदं सूत्रमपि त्रिपादी अस्ति परसवर्णसन्धिः अनुस्वारस्य स्थाने परसवर्णादेशः भवति ययि परे निमित्तमस्ति ययि ययि प्रत्याहारे ययि प्रत्याहारे क्षम्यतां भगिनि क्षम्यतां मम कनेक्षन् भग्नः जातः कुत्र अस्ति भवती अनुस्वारस्य ययि परसवर्णः तत्र नश्चापदान्तस्य जलि इति सूत्रार्थः स्पष्टः वा परिचितमस्ति खलु सूत्रम् आं भगिनि कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् अग्रे गन्तुं शक्नुमः अत्र नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य महानः अपदान्तस्य इत्युक्ते पदान्तभिन्नस्य न पदान्तः अपदान्तः पदान्तभिन्नस्य महानः अनुस्वारादेशः भवति झलिपरे इति उक्तं तर्हि पदान्ते पदान्ते मकारः अस्ति चेत् किं भवति तदानीं वापदान्तस्य सूत्रेण अनुस्वारः भवति अथवा मकारः वापदान्तस्य इति अग्रे नश्चापदान्तस्य जलि इति अपदान्ते इति उक्तं पदान्ते मकारः अस्ति चेत् किं भवति मोनुस्वारः भवति मोनुस्वारः इत्यनेन अनुस्वारादेशः भवति हलिपरे हलिपरे सत्यम् अस्तु अग्रे पठतु परसवर्णादेशः अनुस्वारस्य ययि परसवर्णः इदं सूत्रमपि त्रिपादी अस्ति अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदमेकं सूत्रम् ययि प्रत्याहारे सः एतान् वर्जयित्वा सर्वे हलवर्णाः अन्तर्भूताः तयोर्वावचसंहिताम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् इदं सूत्रं वदति अपदान्तस्य अनुस्वारः परसवर्णः भवति ययि परे ययि प्रत्याहारे सर्वे व्यञ्जनानि अन्तर्भूताः शाशासाः विहाय अन्यत् निमित्तमस्ति संहितायाम् एव ययि संहितायां अनन्तरं कपै पर्यन्तं सर्वाणि व्यञ्जनानि समीचीनं तर्हि अत्र अस्मिन् सूत्रे एकः मुख्यः प्रश्नः अस्ति परसवर्णः इति उक्तं तर्हि परसवर्णः इत्यनेन सवर्णः नाम किं सवर्णः इत्यस्य कः अर्थः इति अपेक्षितमस्ति अनुस्वारस्य स्थाने परसवर्णादेशः भवति ययि परे संहितायाम् इति उक्तं तर्हि परसवर्णः नाम किम् इति अग्रे पश्यामः तर्हि अत्र लक्ष्मीभगिनी पठति वा आं भगिनी पठामि अनुस्वारस्य ययि परसवर्णः तथा आरभ्य पठामि वा तथा अनुस्वारस्य स्थाने परसवर्णादेशः भवति ययि परे परस्य सवर्णः सवर्णः षष्ठी तत्पुरुषः परसवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः स्थानेन्तरतमः सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमो नाम सदृशः आदिष्टो भवेत् भवतु वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव अतः स्थानेन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य यञ् परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशः भवति यथा अङ्ग् अङ्ग् मञ्च् मञ्च् मम्ता मन्ता इति उदाहरणानि अनुस्वारस्य यञ् परसवर्णः इति सूत्रे परसवर्णः इति पदस्य अर्थः कः इति अत्र प्रदर्शितमस्ति परसवर्णः इति इत्युक्ते यः वर्ण यः परः यः वर्णः अस्ति सः परवर्णः अस्ति तस्य सावर्ण्यं यस्मिन् अस्ति सः सवर्णः भवति परसवर्णः इति अर्थः सवर्णः नाम सादृश्यं तस्य वर्णस्य सादृश्यं यस्मिन् अस्ति न भगिनि एकक्षणम् अत्र सवर्णः इति पदं पारिभाषिकमस्ति सवर्णः इति पदं कथमस्ति पारिभाषिकम् अनुस्वारात् परः यः वर्णः तस्य सवर्णः सवर्ण इति संज्ञासूत्रं खलु केन सवर्णसंज्ञा विधीयते तुल्यस्य प्रयत्नम् इत्यनेन तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण सवर्णसंज्ञा विधीयते तत् सूत्रं किं वदति इति स्मरति वा तुल्यस्य प्रयत्नं वदति तुल्यः उच्चारणः अथवा तुल्यम् आस्यम् इत्युक्ते आभ्यन्तरप्रयत्नं यत्र अस्ति तत्र सादृश्यं वर्तते इति उक्तम् उच्चारणमपि च आभ्यन्तरप्रयत्नं समानं यत्र अस्ति तदेव सदृशः इति सदृशः नास्ति तदेव सावर्ण्यं सावर्ण्यं सावर्ण्यं सदृशः इति भिन्नः सदृशः सवर्णः द्वयोः समान अर्थः नास्ति अस्तु सवर्णः इत्युक्ते तत्र पारिभाषिकपदम् अस्ति तत्र तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण तत्र तुल्यं तत्र मुखे यत् यानि उच्चारणस्थानानि भवन्ति मुखे यानि उच्चारणस्थानानि भवन्ति यथा कण्ठ तालु मूर्धा दन्ताः ओष्टौ इति स्थानानि भवन्ति मुखे स्थानानि अनन्तरं प्रयत्नः अभ्यन्तरप्रयत्नः मुखे तत्र उच्चारणार्थं कश्चन प्रयत्नः भवति यत्र ययोः वर्णयोः उच्चारणस्थानम् अनन्तरम् आभ्यन्तरप्रयत्नः द्वयमपि समानम् अस्ति तर्हि तयोः वर्णयोः सावर्ण्यं भवति इत्युक्ते तयोः वर्णयोः सवर्णसंज्ञा भवति तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण तर्हि अत्र किम् उक्तम् अत्र परसवर्णः इत्यस्य अर्थः कः इति उक्तम् अनुस्वारात् परः यः वर्णः अस्ति सः सवर्णः सवर्ण नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते एव सवर्णः इति भवति अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमाः आदिष्टः भवतु इति उक्तम् इत्युक्ते अत्र ययि परसवर्णः अस्ति परे ययि अस्ति तेषु इत्युक्ते ययि प्रत्याहारे यः वर्णः अस्ति तस्य परसावर्ण्यं कुत्र अस्ति सावर्ण्यं कुत्र अस्ति इति प्रश्ने स्थानेन्द्रतमः इति सूत्रं सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमः नाम इत्युक्ते सदृशः आदिष्टः भवति इत्युक्ते यै प्रत्याहारे यः वर्णः परे अस्ति तस्य अन्तरतमः कः वर्णः सः एव वर्णः आदिष्टः भवतु इति उक्तं यै इदानीम् एकक्षणं भगिनि इदानीम् अङ्ग् इति धातुः अस्ति खलु मूले नकारः अस्ति तर्हि तत्र किं भवति? मूले नकारः अस्ति, नकारस्य स्थाने अनुस्वार आदेशः भवति नश्चापदान्तस्य जलि इत्यनेन. इदानीम् अनुस्वारस्य अनन्तरं गकारः अस्ति, गकारः तु कवर्गे अस्ति, अतः कवर्गीयः व्यञ्जनेषु कः सदृशः इति प्रश्नः भवति वर्गीयेषु. पञ्च एकक्षणं भगिनि, एकक्षणं, बहु समीचीनम्. इदानीम् अनुस्वारः जातः, अनुस्वारस्य अनन्तरं गकारः अस्ति, गकारः कवर्गीयवर्णः, तर्हि परसवर्णः इत्यनेन इदानीं कवर्गीयवर्ण वर्णेषु कः आदिष्टः भवति तुल्यस्य प्रयत्नं सवर्णः इति सूत्रेण? नकारः आदिष्टः भवति कवर्गीयस्य पञ्चमवर्णः आदिष्टः भवति. न न, एकक्षणम्. इदानीं सवर्णः इति तुल्यस्य प्रयत्नं सवर्णः इत्यनेन तत्र नकारस्य सावर्ण्यं केन वर्णेन? नकारस्य सावर्ण अनुस्वारः, अनुस्वारस्य वर्णेन भवति अनुनासिकः इति. अनुनासिकः अस्ति नकारः, तेन सर्वे अनुनासिकाः तेषां नकारः नकारः इति अपि भवति, तेन सावर्ण्यम् अस्ति इति खलु. अहं किं प्रष्टुमिच्छामि इति चेत् अत्र स्थानेन्तरतमः इति सूत्रस्य का आवश्यकता? अत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन तत्र तयोः वर्ण्योः सावर्ण्यम् अस्ति इति ज्ञातुं शक्यते वा? अनुस्वारस्य अपि च कवर्गीयवर्ण वर्णेषु तयोः सावर्ण्यं तुल्यस्य प्रयत्नम् इति सूत्रेण वा न शक्यते? तुल्यस्य प्रयत्नम् इत्यनेन समानमेव भवति, इत्युक्ते अत्र ङकारः यमङ्गणानां नासिका च इत्युक्ते अत्र पश्यन्तु, इत्युक्ते तत्र अनुस्वारः स्थानेषु अस्ति वा? नास्ति, अनुस्वारः तु नासिकायाम् अस्ति, अत्र मुखस्य इत्युक्ते हा इति अस्ति, इति अस्ति वार्ता. इत्युक्ते सावर्ण्यस्य निर्णयार्थं, यदि द्वयोः वर्णयोः उच्चारणस्थानं समानम्, आभ्यन्तरप्रयत्नः समानः चेत् सावर्ण्यं तुल्यस्य प्रयत्नं सावर्ण्यम् इत्यनेन निर्णयं कर्तुं शक्नुमः. परन्तु अत्र तथा नास्ति. पश्यन्तु, अत्र अनुस्वारस्य उच्चारणस्थानम् अस्ति नासिका, मुखे एव नास्ति अनुस्वारस्य उच्चारणम्. अनुस्वारस्य उच्चारणं तु मुखात् बहिः अस्ति, नासिकायाम् अस्ति. अतः तुल्यस्य प्रयत्नं सावर्ण्यम् इत्यस्मिन् न अन्तर्भूतम् अस्ति. द्वयोः वर्णयोः सावर्ण्यं कथं निर्णयं कुर्मः यदा तयोः उच्चारणस्थानं समानम्, अपि च आभ्यन्तरप्रयत्नः समानः? परन्तु इदानीं अनुस्वरस्य उच्चारणस्थानं नासिका अस्ति, कवर्गीयवर्णानाम् उच्चारणस्थानं किम् अस्ति? कण्ठः, कण्ठ्यवर्णाः. तर्हि अनयोः तत्र समानता अस्ति वा? समानता नास्ति. एकमस्ति नासिका, अन्यः अस्ति कण्ठ. अतः तुल्यस्य प्रयत्नं सावर्णम् इत्यनेन सावर्ण्यं निर्णेतुं न शक्यते. तर्हि इदानीं किं कर्तुं शक्यते? सूत्रमस्ति स्थानेन्तरतमः इति. हा, इति कृत्वा तत्र स्थानेन्तरतमः इति सूत्रेण इदानीम् उच्यते अत्र साक्षात् सावर्ण्यं निर्णेतुं न शक्यते, यतोहि अत्र एकस्य नासिका अन्यस्य तु भिन्नम् अस्ति. एतादृशसन्दर्भेषु स्थानेन्द्रतमः इत्यनेन यद् सदृशतमः अस्ति तस्य ग्रहणं भवतु, सदृशतमः वर्णस्य ग्रहणं भवतु इति कृत्वा अत्र सदृशतमः कः? नासिका च अन्तिमवर्णस्य नासिका च इति अस्ति खलु अनुस्वारस्य उच्चारणस्थानं नासिका अस्ति वर्गीये पञ्चमवर्णानाम् उच्चारणस्थानं किम् अस्ति तत्तद् स्थानम् अपि च नासिका हा तर्हि इदानीं कवर्गस्य पञ्चमवर्णः मकारः तस्य उच्चारणस्थानं नासिका अपि अस्ति अनन्तरं कण्ठः अपि अस्ति तर्हि अनयोः साक्षात् सावरणे वक्तुं न शक्यते परन्तु स्थानेन्तरतमः इति सूत्रेण सदृशतमः अस्ति यतोहि कवर्गस्य पञ्चमवर्णस्य उच्चारणम् अपि नासिका अस्ति अनुस्वारस्य उच्चारणमपि नासिका अस्ति इति कृत्वा अत्र सावर्ण्यं निर्णीयते यत् अनुस्वारस्य स्थाने कवर्गस्य पञ्चमवर्णः आदिष्टः भवति इति कृत्वा सर्वत्र एवं रीत्या एव भवति इति कृत्वा एव स्थानेन्तरतमः इति सूत्रस्य आवश्यकता अस्ति अस्तु भगिनि अवगतम् एकवारं वदतु हा उदाहरणसहितं वदामि वा इदानीम् अन्यत् उदाहरणं स्वीकरोतु मञ्च् इति स्वीकृत्य मञ्च् इति पदं स्वीकुर्मः चेत् मकारात् अनन्तरम् अनुस्वारः अस्ति ततः परं चकारः अस्ति चकारः यय् प्रत्याहारे अस्ति तस्य अनुस्वारस्य स्थानमस्ति नासिका इदानीं यय् प्रत्याहारे चवर्गीय व्यञ्जनमस्ति चकारः अत्र सावर्ण्यं कुत्र अस्ति परसवर्णः इति अनुस्वारस्य यय् परसवर्णः इत्यनेन परवर्णस्य सावर्ण्यं कुत्र वर्तते इति प्रश्ने अनुस्वारः ततः परं चवर्गः ऐ मीन् चकारः तयोः मध्ये सावर्ण्यं कुत्र अस्ति इति पश्यामः चेत् चवर्गः तु तालु अस्ति चवर्गः चकारः तालव्यः अस्ति अतः चवर्गेषु पञ्चमवर्णः अस्ति ञकारः ञकारस्यापि अनुनासिकः अस्ति अतः तत्र सावर्ण्यं वर्तते स्थानेन्द्रतमः इत्यनेन सदृशः अस्ति इति कारणेन स्थानेन्द्रतमः प्रयत्नं सावर्ण्यम् इत्यनेन निर्णेतुं किमर्थं न शक्यते इत्यपि वदतु हा तुल्यस्य प्रयत्नं सावर्ण्यम् इत्यनेन किमर्थं न शक्यते इति चेत् अत्र भेदः अस्ति अनुस्वारस्य स्थानम् उच्चारणस्थानमस्ति नासिकायां चवर्ग चकारस्य स्थानम् उच्चारणस्थानमस्ति तालु अतः तत्र सावर्ण्यं न दृश्यते इति कारणेन तुल्यस्य प्रयत्नम् इत्यनेन सावर्ण्यं कर्तुं न शक्यते अतः स्थानेन्तरतमः इत्यनेन यत्र किं यस्य स्थाने आदेशः भवति तस्य अन्यतमः सदृशः इति स्वीकृत्य पञ्चमवर्णः तस्य स्थाने आगच्छति तत्र सादृश्यं दृश्यते इति कारणेन अत्रापि चवर्गीयस्य पञ्चमवर्णः ञकारः स्वीकृत्य अत्र सादृश्यं प्राप्यते यतोहि पञ्चमवर्णस्य उच्चारणस्थानं नासिका अपि अस्ति तालु अपि अस्ति सवर्गस्य पञ्चमवर्णस्य अतः साक्षात् सावर्ण्यं नास्ति तथापि सदृशतमः अस्ति यतोहि तत्रापि नासिका इति उच्चारणस्थानम् अस्ति इति कृत्वा तत्र सदृशतमः वर्णः चवर्गस्य पञ्चमवर्णः इति स्वीक्रियते अस्तु अग्रिमवाक्यमपि पठतु ध्येयं श श स ह इति वर्णाः यै प्रत्याहारे न सन्ति इति कारणेन येषु परेषु अनुस्वारस्य परसवर्णादेशः आदेशो नैव भवति यथा रंस्यते रंस्यते नंस्यते नंस्यते क्षम्यतां नंस्यति नंस्यति संगंस्यते संगंस्यते इति एव इत्युक्ते यै प्रत्याहारे यतोहि श श स ह एते वर्णाः न भवन्ति इति कारणेन एषु परेषु सवर्णादेशः न भवति अतः अत्र तस्य पञ्चमवर्णस्य अत्र सादृश्यं कुत्र अस्ति इति प्रश्नः न उदेति रंस्यते इत्यत्र अनुस्वारस्य अनन्तरं सकारः अस्ति, तत् तत्र तदेव अत्र तिष्ठति, अन्यत् किमपि भेदः नास्ति. तथा एव नंस्यति इत्यत्रापि सकारः अस्ति अनुस्वारात् परं, तत्रापि न भेदः नास्ति. संगम्स्यति इत्यत्र गकारात् परं यः अनुस्वारः अस्ति ततः परं सकारः अस्ति, तादृश अनुस्वारस्य भेदः न भवति अनुस्वारस्य ययि सवर्णः परसवर्णः इति सूत्रेण. सम् इत्यत्र इत्यत्र अनुस्वारस्य ययि परसवर्णः नास्ति वा? तत्र भवितुम् अर्हति इति चिन्तयामि. संगम्स्यति इत्यत्र सकारोत्तरवर्ति अनुस्वारः अस्ति, ततः परं गकारः अस्ति, किन्तु अत्र सम् इति उपसर्गः अस्ति, तेन पदं संज्ञा अपि प्राप्यते खलु, अतः मोनुस्वारः इत्यनेन भवति वा? मोनुस्वारः इत्यनेन अनुस्वारः, हा, ततः परं वा पदान्तस्य इत्यनेन विकल्पेन भवति, विकल्पेन ते रूपद्वयं भवति, नकारः दृश्यते तत्र, दृश्यते, सङ्गन्स्यते अथवा सङ्गन्स्यते इति रूपद्वयं. अस्तु, समीचीनम् अस्तु, धन्यवादः. इदानीं अत्र यै किमर्थं भगिनि? यै तु आवश्यकमेव नास्ति इति दीर्घा चर्चा अस्ति, तद् इदानीं मास्तु. समीचीनः प्रश्नः. कुत्र यै? इदानीं यै प्रत्याहारे किमर्थं वक्तव्यं? सः तु पुत्रस्य नष्टः अभवत् तस्य. किं किं? पुत्रलाभः न भवति. अक्षरम् अधिकम् उक्तवान् अस्ति. इति चर्चा अस्ति. त्रय अक्षराणि अधिकम् उक्तवान्. सत्यं, यै प्रत्याहारः इति न उक्तं चेदपि कार्यं सिद्ध्यति इति दीर्घा चर्चा अस्ति. तदिदानीं मास्तु, अनन्तरं कदाचित् पश्यामः. सत्यं, तत्तु सत्यमस्ति. अस्तु, इदानीम् अत्र स्थानेऽन्तरतमः इति सूत्रस्य विषये चिन्तनं कुर्मः. तदर्थम् अत्र किञ्चित् स्थूलरूपेण उच्चारणस्थानानि कानि इति ज्ञातुं, तत्र मम रेकार्डिङ्ग् स्थले अस्ति खलु, यत्र मम रेकार्डिङ्ग् भवति, तत्र करपत्रद्वयं मया स्थापितम्. पश्यन्ति वा? आं भगिनि. तत्र आदौ तत्र द्वितीयं करपत्रमस्ति खलु, तत्र स्थानानि इति, तद् किं तत्र अरुणा भगिनी पठति वा? क्षम्यतां भगिनि, करपत्रं अत्र कोऽपि लिङ्क् स्थापयति वा? अत्र चाट् मध्ये अस्तु. विजयलक्ष्मी भगिनी प्राप्तं चेत् पठतु. न प्राप्तं भगिनि, किञ्चित् टैम् आवश्यकं भवत्या. अरविन्द् महोदय प्राप्तं वा? अत्र स्थापितं भगिन्या. न न न, विजया भगिनी तद् नास्ति. महोदय प्राप्तं वा? लघुसिद्धान्तकौमुद्यां स्थानकोष्टकं तदेव तदेव प्रयत्नः बाह्यप्रयत्नः. न न, अत्र द्वितीयमस्ति, स्थानानि इति कर इति एकं पत्रमस्ति, तत्र वर्णाः उत्पत्तिस्थानानि. लघुकौमुदी अनन्तरं स्थानानि. अस्तु, तत्र कः तत्र शोभाभगिनी केनापि प्राप्तं वा? शोभाभगिनी प्राप्तं वा? शोभाभगिनी अहं सिद्धा पठामि वा? राजीभगिनी पठतु प्रयत्नम् इति एकं प्राप्तं भगिनि अह त्रीणि मात्राणि अह त्रीणि मात्राणि क ख ङ ह जिह्वा मूल्यं ख इक्ख कण्ठः स्निग्धतालु तदनन्तरं स्निग्धतालु इत्युक्ते तत्र स्निग्धतालु इत्युक्ते तत्र द इनर् टङ्ग् द स्मालर् टङ्ग् अतः एव तत्र कण्ठ्यवर्णानाम् उच्चारणं भवति खलु अनन्तरम् इहि त्रीणि मात्राणि च छ ज झ ञ य ष तालु अनन्तरं ऋः अल ऋदृः ऋः दृ त्रीणि मात्राणि ऋः त्रीणि मात्राणि ठ ठ ड ढ न र ष मूर्ध लृ त्रीणि मात्राणि त थ द ध न ल स दन्ताः उ उः त्रीणि मात्राणि ऊः त्रीणि मात्राणि भ म उपध्वनीयः स्फ ओष्टौ कण्ठादिस्थानैः सह नासिका अपि स्थानद्वयम् अपेक्षितम् एः ये त्रीणि मात्राणि एः त्रीणि मात्राणि ऐ ऐः ऐ चत्वारि मात्राणि ऐः चत्वारि मात्र चत्वारि मात्राणि कथं भवति भगिनि भवति वा भगिनि कुत्र पठति भगिनि तत् चत्वारि मात्राणि इदानीं त्यजतु अग्रे गच्छतु ओके कण्ठः तालु च स्थानद्वयम् अपेक्षितम् ओ ओः ओ त्रीणि मात्राणि ओः त्रीणि मात्राणि औ औः औ चत्वारि मात्राणि औः चत्वारि मात्राणि कण्ठः ओष्टौ च स्थानद्वयम् अपेक्षितम् व दन्ताः ओष्ठः च स्थानद्वयम् अपेक्षितम् अनुस्वारः नासिका मीना भगिनी अस्माकं अत्र भगिनी अत्र चाट् मध्ये स्थापितं पश्यतु लिङ्क् यदि ध्वनिमुद्राणि ध्वनिमुद्राणि चाट् मध्ये अस्ति गच्छति पश्यतु अस्तु एतदेव तत्र कौमुदीग्रन्थे अपि अस्ति पुनः एकवारं पठामः एतानि स्थानानि इत्युक्ते तत्र पश्यामः चेत् कण्ठस्थानः तालु मूर्धा दन्ताः ओष्टौ इति स्थानानि अनन्तरम् अनुस्वारः तु नासिका इति स्थानं एतदेव सूत्ररूपेण अपि कौमुदीग्रन्थे दत्तमस्ति तत् पश्यामः अस्तु इदानीं कौमुदीग्रन्थं प्रति गच्छामः तत्र विजयलक्ष्मी भगिनी प्राप्तं वा भगिनि कुत्र अस्ति भगिनि करपत्रं न मम रेकार्डिङ्ग् भवति खलु भगिनि मम रेकार्डिङ्ग् रेकार्डिङ्ग् हा सेप्टेम्बर् 2019 रेकार्डिङ्ग् भवति खलु तत्र इदं स्थापितम् अत्र चाट् मध्ये अपि स्थापितं पश्यतु पठामि किं हा कृपया पठतु लव अत्र तुल्यस्य प्रयत्नं सवर्णम् इति आरभ्य द्वादश पृष्ठसङ्ख्या वा ओके तुल्यस्य प्रयत्नं सवर्णं ताल्वादिस्थानम् आभ्यन्तरप्रयत्नश्चेत् आभ्यन्तरप्रयत्नश्चेत् एतद् द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंयं स्यात् ऋलु पठतु तत्र ताल्वादि स्थानम् आभ्यन्तरप्रयत्नः चेत् ये तद् द्वयं च आभ्यन्तरप्रयत्नः च आभ्यन्तरप्रयत्नः च इत्येतद् द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंयम् स्यात् ऋलु वर्णयोर् मिथः सावर्ण्यं वाच्यम् अकुहविसर्जनीयानां कण्ठः इचुयशानां तालु ऋटुरसानां मूर्धा लुतुलसानां दन्ताः उपूपद्मानीयानाम् ओष्ठौ यमगणनानां नासिका च एदैतोः कण्ठतालु ओदौतोः कण्ठोष्ठं वकारस्य दन्तोष्ठम् अग्रे पठामि वा अग्रिमपृष्ठे अग्रिमपृष्ठे जिह्वामूलीयस्य जिह्वामूलं नासिकानुस्वारस्य यत्नो द्विधा आभ्यन्तरो एकक्षणम् इदानीम् अत्र न प्राप्तं वा मीना भगिनी कोऽपि प्रेषयतु कृपया मीना भगिन्याः कृते लघुकौमुदीग्रन्थस्य लिङ्क् कृपया प्रेषयन्तु कोऽपि इदानीं प्राप्तं वा भगिनि इदानीं पमेला भगिनी स्थापितमस्ति पश्यतु चाट् मध्ये अस्ति अस्तु भगिनि इदानीं वदतु विजयलक्ष्मी भगिनि अत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यस्य व्याख्यानमस्ति ताल्वादिस्थानम् इत्युक्ते ताल्लुतः आरभ्य अन्ये ये स्थानानि सन्ति तेषां ग्रहणं भवति ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः च इत्येतद् द्वयम् अत्र आभ्यन्तरप्रयत्नः अनन्तरं स्थानम् इति द्वयं तत् टु अङ्गाः सन्ति द्वे अङ्गे स्तः यस्य येन तुल्यं तन् मिथः सवर्णसंयं स्यात् मिथः सावर्ण्यम् इत्युक्ते परस्परं सावर्ण्यं यस्य कस्य भवति इति निर्णेतुं स्थानम् अनन्तरं प्रयत्नं द्वयमपि द्रष्टव्यं भवति ऋलु वर्णयोः मिथः सावर्ण्यं वाच्यम् इति वार्तिककारेण दत्तम् अस्ति अत्र कस्य सावर्ण्यम् इति अकूहविसर्जनीयानां कण्ठः अकारः कवर्गीयव्यञ्जनानि ह अनन्तरं विसर्गः एतेषाम् उच्चारणस्थानं भवति कण्ठः इचुयशानां तालु ईकारः च वर्गीयव्यञ्जनानि य ताल्वादिश तस्य एतेषाम् उच्चारणस्थानं भवति तालु अनन्तरं ऋकारः टवर्गीयवर्णानां रेफः मूर्धन्यषकारः एतेषाम् उच्चारणस्थानं भवति मूर्धा लुतुलसानां दन्ताः लकारः अनन्तरं तवर्गीयव्यञ्जनानि ल अनन्तरं स दन्त्यस एतेषाम् उच्चारणस्थानं भवति दन्ताः उपूपद्मानीयानाम् ओष्ठौ उकारः उपद्मानीयः अनन्तरं पवर्गः पवर्गीयव्यञ्जनानि एतेषाम् उच्चारणस्थानं भवति ओष्ठौ नियमगणनानां नासिका च अत्र अनुनासिकवर्णानां तत्तद् वर्गस्य आभ्यन्तरस्थानम् अनन्तरं नासिका अपि योगे तस्य उच्चारणं भवति इति कृत्वा नासिका च इति उक्तमस्ति. एदयितोः कण्ठतालु ए एद् इत्युक्ते ए अनन्तरं ऐ. अत्र तकारः तपरकरणं नास्ति उच्चारणार्थम्. एत् ऐ एतयोः कण्ठ तालु द्वयोः स्थाने वा स्थाने द्वयोः स्थाने उपयुज्य उच्चारणं भवति. ओ औ एतयोः उच्चारणस्य कृते कण्ठ ओष्टौ उपयुज्य उच्चारणं भवति. बकारस्य दन्त अनन्तरम् ओष्टौ उपयुज्य उच्चारणं भवति. जिह्वामूलीयस्य जिह्वामूलम् उपद्मानीय जिह्वामूलीय इति कवर्गीय कर्कषव्यञ्जनानि ये सन्ति तेषां कृते, अनन्तरं पवर्गीयकर्कषव्यञ्जनानि ये सन्ति व्यञ्जनौ व्यञ्जने ये सन्ति तेषां कृते भवति. नासिका अनुस्वारस्य अनुस्वारस्य उच्चारणे केवलं नासिका युज्यते. यत्नः द्विधा भवति, द्विधा आभ्यन्तर बाह्यश्च. बहु समीचीनम्. एकक्षणम् एकक्षणम्. एतावता बुद्धं वा? अत्र केवलं तत्र स्थानानाम् उल्लेखः एव अस्ति, तत्र केषां केषां वर्णानां तत्र किम् अस्ति स्थानम् इत्युक्ते अत्र सूत्राणि न सन्ति चेदपि वयमेव स्वयं द्रष्टुं शक्नुमः कस्य उच्चारणं कुत्र भवति इति. वयमेव अस्माकं मुखे कुत्र भवति इति वयमेव ज्ञातुं शक्नुमः. अकारः कवर्ग्यवर्णः हकारः विसर्गानां कण्ठ उच्चारणम् इति वयं तत्र स्वयम् अनुभवं कर्तुं शक्नुमः. अत्र केवलं सूत्ररूपेण उक्तं, परन्तु स्वयमेव वयम् अनुभवं कर्तुं शक्नुमः. एतानि सूत्राणि मनसि सन्ति चेत् तत्र स्मरणे आगच्छति तावदेव. नो चेदपि वयमेव तत्र द्रष्टुं शक्नुमः कुत्र अस्ति उच्चारणस्थानम् इति. चवर्गीयवर्णानां तत्र तालव्य उच्चारणः अस्ति इति वयं स्वयम् अनुभवं कर्तुं शक्नुमः. अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, इदानीं उषाभगिनी पठितुम् इच्छति वा? आं भगिनि, नमस्ते भगिनि. नमस्ते. नासिका अनुस्वारस्य यत्नः द्विधा आभ्यन्तरः बाह्यश्च. आद्यः पञ्चधा, स्पृष्टः ईषत् स्पृष्टः, ईषद् विवृत विवृत संवृत संवृतभेदात्. पञ्चधा स्पृष्ट ईषत् स्पृष्ट ईषत् स्पृष्ट ईषद् विवृत विवृत संवृतभेदात्. ओके, तत्र स्पृष्टं प्रयत्नं स्पर्शानां, तत्र स्पृष्टं प्रयत्नं स्पर्शानाम्. ईषद् स्पृष्टम् अन्तःस्थानम्, ईषद् विवृतम् ऊष्माणम्, विवृतं स्वराणां. ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम्. प्रक्रियादशायां तु विवृतमेव. बाह्यप्रयत्नः तु एकक्षणं, तत्र आभ्यन्तरप्रयत्नः पञ्चधा इति उक्तं खलु? आं भगिनि. या के ते? स्पृष्ट ईषत् स्पृष्ट ईषद् विवृत विवृत संवृत इति पञ्चधा. इत्युक्ते आभ्यन्तरप्रयत्नः इत्युक्ते तत्र मुखस्य अन्ते कश्चन प्रयत्नः भवति उच्चारणार्थं. मुखस्य अन्ते उच्चारणस्थानमपि अस्ति, कस्मात् तत्र ध्वनिः उत्पद्यते इति तत्र स्थानमपि अस्ति, अनन्तरं कश्चन प्रयत्नः अपि अस्ति मुखस्य अन्ते, तदेव तत्र आभ्यन्तरप्रयत्नः इति उक्तम्. तत्र स्पृष्टं प्रयत्नं स्पर्शान उक्तवन्तः चत्वारः एव इति महोदय किम् ईषत् स्पृष्ट एतत् समानकार्यमेव अतः चत्वारः एव इति तत्र इति मतभेदः अस्ति परन्तु अत्र कौमुदी ग्रन्थानुसारेण अत्र एवं स्वीकुर्मः स्पर्शः स्पृष्टाः ईषत् स्पृष्टाः ईषद् विवृताः विवृताः संवृत्ताः इति पञ्चधा वयं स्वीकुर्मः अस्तु अस्तु महोदय तर्हि भगिनी अग्रे तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ईषत् स्पृष्टम् अन्तःस्थान स्पर्शानाम् इति व्यञ्जनसन्तनानि व्यञ्जन वर्णानि व्यञ्जनवर्णानि वर्णाः व्यञ्जनवर्णाः अन्तस्था नास्ति एकवारं पठतु अनन्तरम् अग्रिमसप्ताहे अस्मिन् विषये चर्चां कुर्मः एकवारं पठित्वा समाप्यते तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् ईषत् स्पृष्टम् अन्तस्थानम् ईषद् विवृतम् ऊष्माणां विवृतं स्वराणां ह्रस्वस्य आवरणस्य प्रयोगे संवृतं प्रक्रियादशायां तु विवृतमेव बाह्यप्रयत्नः तु एकादशदा विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितः च इति स्वरः खरः विवाराः श्वास अघोषश्च हषः संवारा नादा घोषाश्च हषः वर्गाणां प्रथम तृतीयपञ्चम यणः च अल्पप्राणाः वर्गाणां प्रथम तृतीयपञ्चम यणः च अल्पप्राणाः वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः खादयो मावसानाः स्पर्शाः यणः अन्तस्थाः शलः ऊष्माणः अचः स्वराः अखौ इति खाभ्यां प्राग् प्रागर्धविसर्गसदृशौ जिह्वामूल्यः सदृशः प्रागर्धविसर्गसदृशः जिह्वामूल्यः अप्पौ इति पपाभ्यां प्राग् अर्धविसर्गसदृशः उपध्मानीयः अम् अह इत्यचः परौ अनुस्वारविसर्गौ इति अत्र अस्ति अस्मिन् विषये अग्रिमसप्ताहे इतोपि चर्चयितुं शक्नुमः इति किञ्चित् तत्र परिचयः भवतु इति आं भगि धन्यवादः महोदय किं धन्यवादः हा तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः धन्यवादः भगिनी नमस्कारः नमस्कारः भगिनी अस्तु अस्तु नास्ति चिन्ता